पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 107 शुचिस्मितोवाच कश्यपं जमदग्निं च देवानां च पुरा कथं ररक्षभस्म तद्ब्रह्मन् समाचक्ष्व मुने मम दधी च उवाच कश्यपादियुधा देवा पूर्वमभ्यागमन् गिरिम् शोकरं नाम विख्यातं गिरिमध्ये सुशोभनं नानाविहङ्गसङ्कीर्णं नानामुनिगणाश्रयं वासुदेवाश्रयं रम्यमप्सरो गणसेवितं विचित्रवृक्षसंविधं सर्वर्तु कुसुमोज्ज्वलं तथाविधं प्रविश्यैदे गिरिं वयमधापरे स्तुवन्धकेशवं तत्र गतास्म गिरिशेश्वरं दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयञ्चताम् मामेकं तु तिरस्कृत्य ह्यदः देवदा मुनीन् मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे अस्मानेतादृशान् दृष्ट्वा वीरभद्रप्रतापवान् केनापि कारणेनासौ गतवान् पर्वतं च तं भस्मोद्धूलितसर्वाङ्गो मस्तकस्थशिवशुचिः एकाकी निःस्पृहशान्दो हाहाशब्दमथाशृणोद अध चिन्तापरश्चास्यन्म्रियमाण शवध्वनिः शवानामिव गन्धश्च दृश्यते तन्निरीक्षणे इति निश्चित्य मनसा जगामाग्निमधिप्रभं स वन्यर्वीरभद्रं च दग्धुमारब्धवानथ तृणाग्निरिव शान्तोऽभूदासाद्यसलिलं यथा ततोपरां महाज्वालां वीरभद्रस्तु दिष्टवान् कं गच्छन्तीं महाकालो ज्वालां निपतितामपि मनसा चिन्तयच्चापि वीरभद्रप्रतापवान् सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमां प्राश्नामि महदीं ज्वालां सलिलं तृषितो यथा यदस्मिन्नन्तरे वीरं वागाह चाशरीरिणी भारत्युवाच वीरमासहसं कार्षिक्व तृषा क्व शुशुक्षणिः तृषितानां जलेनार्थो विपरीतो वनाग्निदा निकामं योजनशिरा प्रणष्टो राक्षसेश्वरः शतयोजनवक्त्रश्च शतबाहुस्तथा परः अगस्त्यश्च महाभागो निशेषं पीतसागरः एतानन्यानसङ्ख्यादाज्ज्वालेयं तान् मारयेत् वीरभद्र उवाच भीषिकेयं महाज्वाला त्वदुक्त्वा न हि जायते सरस्वति भवत्यां च मम रोषश्च जायते सर्वदेवार्चितपदं वीरभद्रमवेहि मां भारत्युवाच मयोक्तं हितभावेन न द्वेषा नान्यदो मुने कोपमुत्सृज्य वीर त्वमात्मनो हितमाचर युत्युक्त्वान्तर्दधे देवी पारदी वीरभीदिदः अध वीरो महाज्वालामभासि लीलयैव तु क्षणेन महदि ज्वाला शतयोजनविस्तृता एकेन वीरभद्रेण पीदा परमदुःसह अध चेन्द्रमुखानां च मुनीनां भस्मराशयः दृष्टा वै वीरभद्रेण आहूताश्च महात्मन न चाब्रुवन् प्रतिवचो मृदा मुनिदिवौकसः वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसां दध्यावमून् कथं सर्वान् जीवयाम्यद्य कोविदः ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनां अधा चम्यमृतानां तु भस्मान्यथ च भस्मना मृत्युञ्जयेन मन्त्रेण मन्त्रितेन ह्यमन्त्रयद अधोद्धिता मुनिवर स्वं स्वं रूपमुपाश्रिताः अध ते गतवं तश्च गिरिपार्श्वं महाप्रभं तत्रापि भक्षिता सर्वे सर्वेणादिशरीरिणा अथ वीरो महासर्पसमीपमगमत्प्रभुः वीरमागतमालोक्य भुजगो योद्धुमारभद युयुधे वर्षमेकं तु नानारूपधरफणि अथ वीरप्रगृह्यौष्ठयुगं करयुगेन च द्विधाचक्रे समस्ताङ्गं देवांस्तत्र गदायुषः दृष्ट्वाद भस्मनैवैतान् जीवयामास शङ्करः अथ देवा समुनयो वीरभद्रं प्रणम्यदु गदवन्दो यथा मार्गं ददृशू रक्ष आगतं पञ्चमेढ्रं महाकायं दोर्भिश्च दशभिर्युधं पञ्चपादसमोपेदं शिरोभिर्युधमष्टभिः काङ्क्षमाणं महाहारं युध्यमानो हि वालिन महावराहवपुषो वासुदेवस्य यद्बलं तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितं तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः मुष्टियुद्धे पञ्चपादैः सहसा हत्यवालिनं सुग्रीवं च कराभ्यां स हन्तुमेव प्रचक्रमे आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा वालिसुग्रीवग्रसनं दृष्ट्वा चिन्तामवापः कथमेनं खनिष्यामि रक्षयिष्ये कथं कपिं एवं हि चिन्तयानं तं वानरं राक्षसेश्वरः अग्रसीदेकयत्नेन तदाभूतं च राक्षसं दृष्ट्वा देवर्षयत् सर्वे पलायन परास्तद्धा पलायमानांस्तान् दृष्ट्वा पञ्चमेढ्रस राक्षसः हस्तैः समस्तैस्तान् सर्वानादाया भक्षयत्तदा वीरभद्रस्ततो दृष्ट्वा वानरर्षि सुरादनं पञ्चाशद्योजनशिलां करेणादाय तमृषा निजखानशिरोमध्ये मध्यमं पतितं शिरः तद आदाय शैलस्य शृङ्गं तच्छदयोजनं स्थापयित्वा दृढतरं राक्षसेन्द्रं तथाहरद राक्षसोधबभाषेदं वीरभद्रं तिलोचनं मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया असिद्वयं तैलधौतं पञ्चाशद्योजनोन्नतम् एकयोजनविस्तारं सुदृढं लक्षणान्वितम् एकं गृहाणाम्भिमदं विशिष्टं तन्मम प्रियं वीरभद्रस्तदेत्युक्त्वा गृहीत्वा सिं महाबलः करेण चालय तीक्ष्णं श्वेलीं चक्रे तदक्रुधा गृहीतासिस्तदाक्ष्वेलद्यं चक्रे राक्षसपुङ्कवः वीरभद्रं समभ्येद्य कण्डं प्रति समर्पयद तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु राक्षसस्त्वेकहस्तेन पपौ तच्छ्रोणितं ततः वीरभद्रकण्डदेशे राक्षसं प्राहरदृशा शिरोद्वयं तदचिह्नं पदमानं तदोग्रहीद न्यभक्षय दमेयात्मा सिंहनादं चकारः तेन नादेन महदा क्षुब्धमासीज्जगत्त्रयम् अन्योन्यमसिखादेन भिन्नगात्रौ विकस्वरौ किं शुकाविव दृश्येदे पुष्पिदौ रुधिरोक्षितौ वर्षमेकं तु संयुध्य सासी देवासुरौ तदा अधः परं वर्षमेकं गदा युद्धमभूत्तयोः असि पुत्रिकया पश्चाद्वर्षमेकमभूद्रणः पुनर्गृहीत्वासि युगं युयुधादे परस्परम् शम्ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः सरोषरक्तनयनश्चलयित्वासिमग्रदः तस्य कण्ठवनं सर्वं चिच्छेद कदलद्यं यथा शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रः तस्य गात्रं करुरौहैर्विदार्याहृत्य देवताः कपीन्द्रौ च तथा चान्या अद्राक्षी परमेश्वरीम् एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगाद ब्रह्मणे वासुदेवाय शङ्कराय व्यजिज्ञपद मुनयो रक्षिता देव वालिसुग्रीववानरौ यदौ सञ्जीवयामास ब्रह्मविष्णुशिवात्मकः रक्षसे शम्भुना दत्तो परपरमदारुणः हिरण्यकशिपो राज्ये बलवानेकराक्षसः देवैः सार्धं तु युयुधे वर्षाणां शतमद्भुतं पलायिताश्च बहुधा मृताश्च शतशोऽसुराः शुक्रेण रक्षितशोध गुरुणा चिन्तयत्विदं मृदोऽस्मि शतशशुक्र जीवितोऽस्मि त्वयैव हि अमृत्यवे त्वमेतस्मादुदरस्तमृदाय च अन्यथा मरणं मह्यं भविष्यदि न संशयः गुरो यमेन सागमे युद्धमासीत् सुदारुणं मया सौग्रसितो युद्धे यमराजप्रतापवान् ममोदरं प्रविश्यासौ बिभेत च ननाद च अहमृतस्तथा चासं त्वया सञ्जीवित पुनः तस्मादुदरसंस्थानं मरणाय तपेत्तपः शुक्र उवाच एवमेदन्न सन्देहो यथावत् त्वं समाचर स्यमन्तपञ्चकं तीर्थं तत्र त्वं तप्तुमर्हसि राक्षस उवाच तपे महत्तपो घोरं यन्न जीर्णं सुरासुरैः गुल्फप्रदेशे पादान्ते त्वया पाशै प्रबध्य च अयस्तम्भयुगं कृत्वा अयपट्टिकयान्वितं पट्टिकायां पादबन्धं कृत्वाधशीर्षतां तथा विवृतास्यं तथा कल्पं कृत्वाधो मुखमुच्चकैः स्तम्भोत्तरेण ज्वालायां चक्रिकायामितस्ततः अधश्चिरास्तदा तिष्ठन्नुन्मील्यैव विलोचने एवं तपश्चरिष्यामि वरद कोऽपि मे भवेद् ब्रह्मा वा वरदसोऽस्तु शङ्करो विष्णुरेव च वरदेन तु मे भाव्यं यो वा को वा वरप्रदः इदमाभाष्य मुनिना गुरुणा भार्गवेण सह तथा तपश्च षण्मासं पुनरन्यचकारः नखाभ्यां स्वशिरच्चित्वा जुहावाग्नौ समन्त्रकं नमो भद्राय मन्त्रेण चत्वारि च शिरांसि सह पञ्चमं तु शिरोहादुं यतमाने च राक्षसे वह्निमध्यासमुत्तस्थौ भगवानम्बिकापतिः शुद्धस्फटिकसङ्काशो बालचन्द्रविभूषणः अधशिरस्कं तद्रक्ष इदमाहमहेश्वरः मा साहसं कृता रक्षो वरदोऽस्मि वरं वृणो राक्षस उवाच बहूनां च वराणां त्वं दादानूनं महेश्वरः अधशीर्षसमुत्पत्तिं ग्रस्तजीवमृदिं तथा वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुण मयि तेन हि रोषस्यासन्निधिस्तु सदा मम त्वजडोत्पाडनेनैख पुरुषः सम्भविष्यति तेनैव मरणं नान्यैरिदमस्तु वृदं मम भविष्यत्येव मे वैददित्युक्त्वान्तर्हितो हरः एवं लम्बलब्धवरपापि राक्षसो निखतस्त्वया अधालिङ्ग्यहरिर्वीरं शङ्करश्च पितामहः यथा गतमथो जग्मुरथ देवादियोषितः निपत्य दण्डवद्भूमौ वीरभद्रमधा ब्रुवन् नमस्ते देवदेवेश नमस्ते करुणाकर नमस्ते शाश्वतानन्द नमस्ते वरदो भव वीरभद्र उवाच भस्मना जीवयिष्यामि सुरान् स मुनि वानरान् भवदीभिप्रदोष्टव्यं शोककार्यो न चाधुना युत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सदान् उद्धिता मुनिदेवाश्च वानरौ चोद्धितौ ततः इदमूजुर्वजो हृष्टा शिरस्ताञ्जलयो नमन् त्वयात्र जीवितास्तादपिता त्वं धर्मदोहिनः अस्माकं शरणं नित्यं भव शङ्करसम्भव शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान् रक्षे परकृदाबाधा व्याधिभ्यश्च यथौ रसन् रक्षाध्वरे कृतागस्काः शिक्षिता भवता नख इदानीं रक्षितास्ताद वयं शिशुवदेव ते वीरभद्र उवाच सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः तत्र मां स्मरद क्षिप्त्रं बाधानाशं गमिष्यति वीरभद्रं पदं येऽपि पठं त्यष्टशतं ततः प्रणवादि नमों तं च चतुर्थीसहितं तथा तेषां राक्षसपीडानां नाशनं च भविष्यति ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च नामानुस्मरणा सर्वबाधानां च विनाशनं विद्युत्प्रभालोचनमुग्रमीशं बालेन्दुदंष्ट्रारुणशोपिताधरं सुनीलगात्रं च जडाकृतस्रजं दधानमङ्गे भसितत्रिपुण्ड्रकं ब्रह्मराक्षतमुक्त्यर्थं स्मरणं द्विधमीरितं मन्त्रे च वीरभद्रस्य सर्वमेददुदीरितं दधी च उवाच अधैवं विदधे वीरो मुनिदेवास्तदा गताः यदत्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमं पठत शृण्वतो वापि स्मरदोकविनाशनं शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्धनं शुचिस्मितो वाच अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहं हतपापा तथा चास्मि नमस्ते मुनिपुङ्गव इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः ओम्।